पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 1 श्रीविष्णवे नमः। स्वच्छं चन्द्रावदादं करिकरमकरक्षोभसंजातफेनं ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं सम्भोगभोगरम्यं जलमशुभकरं पौष्करं वः पुनादु सुदमेकान्तमासीनं व्यासशिष्यं महामतिः लोमहर्षणनामा वा उग्रश्रवसमाह तद ऋषीणामाश्रमां स्ताद गत्वा धर्मान् समासदः पृच्छदां विस्तराद्ब्रूहि यन्मत्तश्रुतवानसि वेदव्यासान्मया पुत्र पुराणान्यखिलानि च तावाख्यातानि प्राप्तानि मुनिभ्यो वद विस्तराद प्रयागे मुनिवर्यैश्च यथा पृष्ठस्वयं प्रभुः पृष्ठेन चानुशिष्टास्ते मुनयो धर्मकाङ्क्षिणः देशं पुण्यमभीप्सन्तो विभुना च हितैषिणा सुनाभं दिव्यरूपं च सत्यगं शुभविक्रमम् अनौपम्यमिदं चक्रं वर्तमानमदं धृताः पृष्ठदो यादनियमात्पदं प्राप्स्यथ यद्धितं गच्छदो धर्मचक्रस्य यत्र नेमिर्विशीर्यते पुण्यः स देशो मन्तव्य इत्युवाच स्वयं प्रभुः उक्त्वा चैव मृषीन् सर्वानदृश्यत्वमगात् पुनः गङ्गावर्तसमाहारो नेमिर्यत्र व्यशीर्यत ईजिरे दीर्घसत्रेण ऋषयो नैमिषे तदा तत्र गत्वा तु तान् ब्रूहि पृच्छदो धर्मसंशयान् उग्रश्रवास्तदो गत्वा ज्ञानविन्मुनिपुङ्गवान् अभिगम्योपसङ्गृह्य नमस्कृत्वा कृताञ्जलिः तोषयामासमेधावी प्रणिपादेन तान् ऋषीन् ते चापि सतृणः प्रीता सदस्या महात्मने तस्मै समेत्य पूजां च यथावत् प्रदिपेदिरे ऋषय ऊचुः कुतस्त्वमागतः सूत कस्माद्देशादिहागतः कारणं चाग्रमे ब्रूहि वृन्दारकसमद्युते सूत उवाच पित्राकं तु समादिष्टो व्यासशिष्येण धीमता शुश्रूषस्वमुनीन् गत्वा यत्ते पृच्छन्ति तद्वद वदं तु भगवन्तो मां कथयामि कथां तु यां पुराणं चेदिहासं वा धर्मानध पृथग्विधान् तां गिरं मधुरां तस्य शुश्रुवुर्ऋषिसत्तमाः अध तेषां पुराणस्य शुश्रूषा समपद्यत दृष्ट्वा तमदिविश्वस्थं विद्वांसं लौमहर्षणिं तस्मिन् सत्रे कुलपदिः सर्वशास्त्राविशारदः शौनको नाम मेधावी विज्ञानारण्यके गुरुः युद्धं तद्भावमालम्ब्य धर्माच्चुच्छ्रूषुराहतं त्वया सूदमहाबुद्धे भगवान् ब्रह्मवित्तमः इतिहासपुराणार्थं व्यासः सम्यगुपासितः रुदोहिधमदिं तस्य त्वं पुराणाश्रयां शुभाम् अमीषां विप्रमुख्यानां पुराणं प्रदिसम्प्रति शुश्रूषास्ते महाबुद्धे तच्छ्रावयितुमर्हसि सर्वे हि मे महात्मानो नानागोत्राः समागताः स्वान् स्वानं शान् पुराणोक्तान् शृण्वन्तु ब्रह्मवादिनः सम्पूर्णे दीर्घसत्रेऽस्मिं स्तांस्त्वं श्रावय वै मुनीन् पात्मं पुराणं सर्वेषां कथयस्व महामदे कथं पद्मं समुद्भूतं ब्रह्म तत्र कथं न्वभूत् प्रोद्भूतेन कथं सृष्टिकृता तां तु तथा वद एवं पृष्टस्तदस्तां स्तु प्रत्युवाच शुभां गिरं सूक्ष्मं च न्यायसंयुक्तं प्राब्रवीद्रौमहर्षणिः प्रीतोऽस्मि अनुगृहीतोऽस्मि भवद्भिरिह चोदनाद पुराणं पुराणज्ञैः सर्वधर्मपरायणैः यथाश्रुतं सुविख्यातं तत्सर्वं कथयामि वः धर्म एष दुसूदस्य सद्भिर्दृष्टः सनातनः देवतानां ऋषीणां च राज्ञां चामिततेजसां वंशानां धारणं कार्यं स्तुतीनां च महात्मनाम् इतिहासपुराणेषु दृष्टा ये ब्रह्मवादिनः न हि वेदेष्वधिकारः कश्चित्सूतस्य दृश्यते वैन्यस्य हि पृथोर्यज्ञे वर्तमाने महात्मनः मागधश्चैव सूतश्च तमस्तौदां नरेश्वरम् तुष्टेनाथ तयोर्दत्तो वरो राज्ञा महात्मना सूदाय सूदविषयो मगधो मागधाय च तत्र सूत्यां समुत्पन्नः सूदो नामेह जायते ऐन्द्रे सत्रे प्रवृत्ते दुग्रहयुक्ते बृहस्पतौ तमेवेन्द्रं बार्हस्पत्ये तत्र सूदो व्यजायत शिष्यहस्तेन यत्पृक्तमभिभूतं गुरोर्हविः अधरोत्तरधारेण जज्ञे तद्वर्णसङ्करम् येत्र क्षत्रात् समभवन् ब्राह्मण्याश्चैव योनितः पूर्वेणैव तु साधर्म्याद्वौ धर्मास्ते प्रकीर्तिताः मध्यमोह्येष सूतस्य धर्मः क्षेत्रोपजीविनः पुराणेष्वधिकारो मे विहितो ब्राह्मणैरिह दृष्ट्वा धर्ममहं पृष्ठो भवद्भिर्ब्रह्मवादिभिः तस्मात् सम्यक् भुवि ब्रूयां पुराणमृषिपूजितं पितॄणां मानसी कन्या वासवं समपद्यत अपध्यादा च पितृभिर्मत्स्यगर्भे बभूवसा अरणीव हुताशस्य निमित्तं पुण्यजन्मनः तस्यां बभूव पूदात्मा महर्षिस्तु पराशराद तस्मै भगवते कृत्वा नमः सत्याय वेधसे पुरुषाय पुराणाय ब्रह्मवाक्यानुवर्तिने मानवच्छत्मरूपाय विष्णवे शंसिदात्मने जातमात्रं च यं वेद उपतस्ते ससङ्ग्रहः मदिमं धानमाविद्य येनासौ श्रुतिसागराद प्रकाशो जनितो लोके महाभारतचन्द्रमाः भारतं भानुमान्विष्णुर्यदि न स्युरमीत्रयः ततो ज्ञानतमोऽन्धस्य कावस्था जगतो भवेद् कृष्णद्वैपायनं व्यासं विधिनारायणं प्रभुं को ह्यन्यपुण्डरीकाक्षान्महाभारतकृद्भवेद् तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः सर्वज्ञाः सर्वलोकेषु पूजिता दीप्ततेजसः पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् उत्तमं सर्वलोकानां सर्वज्ञानोपपादकं त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् निःशेषेषु च लोकेषु वाजिरूपेण केशवः ब्रह्मणस्तु समादेशाद्वेदानाहृतवानसौ अङ्गानि चतुरो वेदान् पुराणन्यायविस्तरम् असुरेणाखिलं शास्त्रमपहृत्यात्मसात्कृतम् मत्स्यरूपेणाजहार कल्पादावुदकार्णवे अशेषमेदवदुदकां तर्गदो विभुः श्रुत्वा जगात च मुनीन् प्रतिवेदांश्च दुर्मुखः प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्तदा कालेनाग्रहणं दृष्ट्वा पुराणस्य तदा विभुः व्यासरूपस्तदा ब्रह्मा सङ्ग्रहार्थं युगे युगे चतुर्लक्षप्रमाणेन द्वापरे जगौ तदाष्टादशधा कृत्वा भूलोकेऽस्मिन् प्रकाशितम् अद्यापि देवलोकेषु शतकोटिप्रविस्तरं तदेवात्र चतुर्लक्षं संक्षेपेण निवेशितं प्रवक्ष्यामि महापुण्यं पुराणं पादमसंजितं सहस्रं पञ्चपञ्चाशत् पञ्चखण्डैः समन्वितम् तत्रादौ सृष्टिखण्डं स्याद्भूमिखण्डं ततः परं स्वर्गखण्डं ततः पश्चात्तथ पादालखण्डकं पञ्चमं च तदख्यादमुत्तरं खण्डमुत्तमं येददेव महापद्ममुद्भूतं यन्मयं जगद तद्वृत्तान्ताश्रयं यस्मात् पात्ममित्युच्यते ततः एतत्पुराणममलं विष्णुमाहात्म्यनिर्मलम् देवदेवो हरिर्यद्वै ब्रह्मणे प्रोक्तवान् पुरा ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये येददेव च वै ब्रह्मा पात्मं लोके जगाद वै सर्वभूताश्रयं तच्च पात्ममित्युच्यते बुधैः पात्मं तत् पञ्च पञ्चाशत्सहस्राणीह पठ्यते पञ्चभिः पर्वभिः प्रोक्तं संक्षेपाद्व्यासकारिताद् पौष्करं प्रथमं पर्व यत्रोत्पन्नस्वयं विराट द्वितीयं तीर्थपर्व स्यात् सर्वग्रहगणाश्रयं तृतीयपर्वग्रहणा राजानो भूरिदक्षिणाः वंशानुचरितं चैव चतुर्थे परिकीर्तितम् पञ्चमे मोक्षतत्त्वं च सर्वतत्त्वं निगद्यते पौष्करे नवधा सृष्टिः सर्वेषां ब्रह्मकारिता देवतानां मुनीनां च पितृसर्गस्तथा परः द्वितीये पर्वताश्चैव द्वीपाः सप्त ससागराः तृतीये रुद्रसर्गस्तु दक्षचापस्तथैव च चतुर्थे सम्भवो राज्ञां सर्ववंशानुकीर्तनम् अन्त्येपवर्गसंस्थानं मोक्षशास्त्रानुकीर्तनं सर्वमेतत्पुराणेऽस्मित् कथयिष्यामि वो द्विजाः इदं पवित्रं यशसो निधानमिदं पितॄणामदिवल्लभं स्यात् इदं च देवस्य सुखाय नित्यमिदं महापादकभिच्च पुंसाम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पुराणावतारे प्रथमोऽध्यायः ॐ